तर्हि अणिजन्तानां परिचयः इति विषयः अस्ति. अत्र च त्रयोविंशतितमे पुटे अस्माकम् अभ्यासः प्रवर्तमानः आसीत्, तत्र वाक्यानि विरचितानि जातानि, अपि च प्रत्येकं वाक्यस्य किमर्थं प्रयोजकर्तुः कर्मकत्वं द्वितीयविभक्तिकत्वम् इति अपि परिशीलितम्. इदानीं किञ्चित् पुनस्मरणार्थं प्रत्येकं स्थितस्य धातोः अणिजन्तरूपं कथं सिद्ध्यति इति वदेम. केन सूत्रेण सूत्रमस्ति चेत् इति विषयः. तर्हि प्रथमं वाक्यं पठित्वा तत्र धातुः कः, धातुः अवश्यं ज्ञातव्यः अस्ति. लक्ष्मी भगिनी वदति वा प्रथमं वाक्यं? महोदय क्षम्यतां, राजेन्द्र अस्मि, विलम्बेन विलम्बः जातः. अस्तु, स्वागतं महोदय. अन्य कोऽपि अस्ति वा? राजेश् महोदय. अस्तु, राजी भगिनी अस्ति, राजेन्द्र महोदय. अन्य कोऽपि वा? अस्तु, हा लक्ष्मी भगिनी. अहम् उदाहरणं पठामि वा अथवा प्रथमं करोमि वा? किमिति अत्र वाक्यम् अस्ति, प्रातः शीघ्रम् उत्तिष्ठतु, तदाधारेण वाक्यं किं जातमस्ति निजन्तम्? आं महोदय, उदाहरणं वदामि. प्रकृतेवः प्रातः शीघ्रम् उत्तिष्ठतु, अत्र स्थाधातुः अस्ति. स्थाधातुः अकर्मकधातुः, तस्य निजन्तरूपं उत्थापयति भवति. अत्र सूत्रमस्ति अकर्मकाण स्थाधातुः अकर्मकधातुः, अतः अकर्मकधातोः यदि निजन्तप्रयोजु अस्ति चेत् प्रयोज्यकर्तुः द्वितीया विभक्तिः भवति. अत्र कनिष्ठपुत्रः इति पदं प्रयोज्यकर्तुः प्रभुः. मम प्रश्नः किञ्चित् भिन्नमासीत्. सम्यक् भवत्या यदुक्तं तत्तु साधु अस्ति. इदानीम् उत्थापयति इति उक्तवती. उत्थापयति, तत्र स्थाधातुः इति उक्तं, तत्र स्थाधातोः णिजन्तरूपं कथं सिद्ध्यति इति. आं महोदय, स्थाधातुः अस्ति, उत् उपसर्गपूर्वकः स्थाधातुः. अत्र त्रीणि सूत्राणि सन्ति णिजन्तप्रयोगेषु. स्थाधातुः दीर्घ आकारान्तधातुः, अतः आतिदेशिकधातुः स्थापि इति रूपम् आगच्छति. अनन्तरं अत्र स्थापि इति तावदेव मम प्रश्नः अस्ति. स्थापि इति कथं सिद्ध्यति? तत्र सामान्यत्रीणि सूत्राणि सन्ति. स्थापि इत्यस्य साधनार्थम् अस्माकं विधायकसूत्रं तेषु अन्तर्गतं वा इति प्रश्नः. दीर्घ आकारान्तधातुः, दीर्घ आकारान्तानां कृते अन्यत् सूत्रमस्ति. सामान्यत्रीणि सूत्राणि कानि? अचो युनिति, अत उपधायाः, उगन्तलघुपधस्य च. अत्र तेषु अन्यतमं सूत्रं कार्यं करोति न करोति? किमर्थं चेत् एषः दीर्घ आकारान्तधातुः, तस्य कृते अन्यत् सूत्रमस्ति. पश्यतु तत् किम्. एकं महोदय, मम सङ्गणकं सम्यक् नास्ति. अतो अर्ति ह्रि व्लि क्नुयि क्ष्मायातां पुम्नौ आतां पुम्न. इति सूत्रेण किं भवति? अत्र स्थाधातुः स्वीकुर्मः. स्था योगः णिच्, अत्र पुगागमः भवति. पुम्नौ इत्युक्ते पकारस्य आगमनं भवति, अतः स्थायोगः पुक् योगः. णिच् इत्यस्मिन् चकारणकारयोः अनुबन्धलोपानन्तरं केवलम् इकारः एव अवशिष्यते, अतः स्थायोगः पुक् योगः इ पुक् इत्यस्मात् ककारः उकारः अपि अपगच्छति अपगच्छतः, तत्रापि अनुबन्धलोपानन्तरं केवलं पकारः एव अवशिष्यते, अतः स्थायोगः पायोगः इ इति भवति, तथा दापि इति नूतनधातुः आगच्छति. स्थापि, अस्तु, तावत् अपेक्षितमस्ति. हा, नाम अस्माकं त्रिषु साधारणसूत्रेषु अन्यतमः नास्ति, अपि तु भिन्नसूत्रमस्ति, यतोहि आकारान्तानां व्यवस्था किञ्चित् भिन्ना अस्ति. पुगागमः अस्ति, कुत्रचित् युगति भवति तत् विहाय अतिरिच्य इति. अस्तु, बहु समीचीनमस्ति, वा अग्रे गच्छेम. इदानीं त्रयोविंशतितमे पुटे तत्र PDF इत्यस्मिन् तत्र पर्यन्तम् अस्माभिः प्राप्तुं गतिसताहे. तावदेव अस्मि, नाम एवं विस्तृतरूपेण अग्रे गत्वा न वक्तव्यमस्ति. केवलं प्रदर्शनीयमस्ति यत् विशिष्टसूत्रमस्ति चेत् तत्र अणिजन्तधातोः साधनार्थं सूत्रं किम्. अस्तु, तर्हि सरला भगिनी अग्रे. अग्रे अस्ति ज्येष्ठपुत्रं सायं नगरं प्राप्नोतु. अतः प्राप्नोतु इति तस्य धातुः अस्ति, प्र उपयो प्र उपसर्ग आप् धातुः अस्ति, अतः आप् तस्य आत् अस्ति उपधायां, उपधायां वृद्धिः भवति, आप्य आपयति इति भवति, रिञ्जन्तपदं भवति प्रापयति, प्रापयति इति गत्यार्थकं कृते अस्ति. अत्र सूत्रं किम् आसीत्? अत उपधायां. हा, अत्र अत इति उक्तमस्ति, अतः अतः अत् इत्युक्ते अत् इत्युक्ते किम्? अतः अत् इत्युक्ते उपधायां यदि आत् उपधायां महोदय उपधायां यदि यदि आकारः अस्ति तत्र कीदृश आकारः, किन्तु तदेव मम प्रश्नः, कीदृशः आकारः तकारस्य संयोजनेन तपरस्तकारस्य इति एकं तत्र सूत्रमस्ति, पाणिनेः एका व्यवस्था अस्ति यत्र तकारः कस्मात् अपि स्वरात् अच्वर्णात् संयोज्यते चेत् तत्र तादृश एव कालः अस्ति, नाम अत् इति उच्यते ह्रस्व अकारः, आत् इति उच्यते दीर्घ आकारः इति एव. तत्र सामान्यतः अ इत्यस्य कथनेन तत्र ह्रस्वः अपि दीर्घः अपि अन्तर्भूतः, अष्टादशानां प्रतिनिधिः इति वस्तुतः. किन्तु अत्र तथा नास्ति, शेष कोऽपि सूत्रं कार्यं न करोति अत्र. अत्र किमपि कार्यं नास्ति, कार्यं नास्ति किमपि, यतोहि ह्रस्व अकारः उक्तः अस्ति. आकारः अस्ति चेत् अत उपधायाः तेन कार्यं न भवति, यतोहि अत् इति तकारः संयुक्तः अस्ति इति कृत्वा ह्रस्व अकारः न तु आत्. आत् इति यदि स्यात् दीर्घ आकारः एव इति भवति स्म, अत्र ह्रस्व लघु आकारः एव अस्ति, लघुत्वमपेक्षितमस्ति. अस्तु, बहु समीचीनमस्ति महोदय. अत्र आप् इत्यस्य कृते तु अत्र क्षम्यतां महोदय, इदानीं मम भ्रमः आसीत् अत्र, चिन्ता नास्ति, समीचीनमेव, अग्रे गच्छेम. तर्हि अत्र तृतीयमस्ति किम्? अस्तु, भवान् एव करोतु, पठतु कृपया. अत्र प्रभुदेवः मध्यमपुत्रं वेदं पाठयति अत्र धातुः अस्ति पट्, अत्र उपधायां ह्रस्व अकारः अस्ति, अतः अत उपधायाः इत्यनेन वृद्धिः भवति ह्रस्व अकारस्य. पाठ् पाठि, पाठि, समीचीनमस्ति इति पाठयति इति रूपम् अस्माकं तत्र सूत्रमपेक्षितमस्ति तत्र बोधनार्थम्. अस्तु, बहु सम्यक् अस्ति. तर्हि अग्रे गच्छेम. अधुना शुकवनं वा तत्र अग्रे वदति वा? पुत्री शाटिकां पश्यतु, तस्य निजन्तवाक्यं भवति प्रभुदेवः पुत्रीं शाटिकां दर्शयति इति भवति. तत्र दृश् धातुः दर्शयति दृश् तत्र उपदायां ऋकारः अस्ति धातौ धातौ उपदायां ऋकारः अस्ति चेत् तत्र के पुगन्तलघूपदस्य इति अनेन सार्वधातुक आर्धधातुकप्रत्ययः परे अस्ति चेत् गुणं भवति, गुणः भवति, अनेन दृश् इत्यस्य दर्श् इति रूपं भवति, दर्शी इति निजन्तरूपं भवति. वा, बहु समीचीनमस्ति. दर्शी, दर्शयति, पुगन्धलघुपदस्य च, बहु सम्यक् अस्ति. ये तत्र व्याकरणवर्गे अस्माकं विद्यार्थिनः सन्ति तेषां कृते णिच् इति प्रत्ययः कीदृशः, सार्वधातुकः आर्धधातुकः वा? आर्धधातुकप्रत्ययः महोदय, तिंशित् सार्वधातुकम्, अन्यत् सर्वम् आर्धधातुकम्. हा, बहु सम्यक् अस्ति. अत्र किञ्चित् प्रचारं करोमि. ये अस्माकं व्याकरणवर्गे न सन्ति, भवतां सर्वेषां ये उपस्थिताः अस्मिन् वर्गे तेषां व्याकरण तत्र शास्त्रीयव्याकरणस्य परिचयः तु जातः एव अत्र आगत्य. अतः नाम समये सति अवश्यं तत्र आगन्तव्यमस्ति. बुधवासरस्य जान्वरि मासस्य तत्र आरम्भे बुधवासरस्य तत्र नववादने अस्माकं शास्त्ररीत्या व्याकरणं पठ्यते. बहु सम्यक् अस्ति. एतत् सर्वं बहु नाम ज्ञानं सुदृढं भविष्यति, अतः सर्वे आगच्छन्तु अवश्यं तत्र. तदर्थं मां तत्र प्रेषयन्तु पत्रं यत् अहम् आगन्तुम् इच्छामि इति. अस्तु, बहु सम्यक् अस्ति. अग्रे राजी भगिनी, अग्रे. अतिथिः आसने उपविशतु. अतिथिम् आसने उपाविशयति. अत्र विश् धातु अत्र तत्र निजन्तरूपं किम् अस्ति पुनः? उपविशयति किञ्चित् भिन्नम् अस्ति. तदर्थं नाम भवत्याः यः दोषः तस्य समीकरणार्थं तत्र सूत्रं ज्ञायते चेत् एतादृशकार्य तत्र दोषः न भवति इति कृत्वा पाणिनीय ज्ञानं किञ्चित् भवति चेत् महान् लाभः, महान् लाभः. धातुः कः? धातुः विश् धातुः. हा, विश् धातुः. अत्र वदतु तत्र सूत्रम्. उपसर्गः विश् धातुः उपधा ह्रस्व इकारः अस्ति, अतः पुगन्धलघुपदस्य इति सूत्रं कार्यं करोति. इकारस्य गुणः भूत्वा सार्वधातुक अर्धधातुकयोः गुणं भूत्वा वेश् इति आगच्छति. किं सार्वधातुक अर्धधातुयोः न तत्र सूत्रं किं? सूत्रं पुगन्तलघुपदस्य. हा, तत्र एकं पृथक् सूत्रमस्ति सार्वधातुक अर्धधातुकयोः इति एकं पृथक् सूत्रम् अत्र नास्ति. शुकुवनमहोदयेन यदुक्तं तत् केवलं प्रदर्शनार्थं. सार्वधातुकार्धधातुकयोः इत्यस्य कः अर्थः नाम तत्र सप्तमी विभक्तिः अस्ति. सप्तमी इत्युक्ते पूर्वकार्यं, नाम अस्माकं यत् गुणकार्यमस्ति तस्य अनन्तरं कश्चन प्रत्ययः यः सार्वधातुकसंज्ञकः अथवा आर्धधातुकसंज्ञकः यदि स्यात् तदानीं गुणः, नो चेत् न. अस्माकं निश्चिति आर्धधातुकसंज्ञकप्रत्ययः अस्ति इति कृत्वा. हा अस्तु, सम्यक् अस्ति. तर्हि गुणं करोतु. किमस्ति? इकारः उपधायाम् अस्ति इति कारणेन इकारस्य गुणः भूत्वा एकारः आगच्छति. तर्हि धातुः वेशि. वेशि, तर्हि तर्हि निजान्तरूपं तिङन्तरूपं किम्? उपवेशि किमस्ति? उपवेशयति. तत्र अस्माकं दोषः नास्ति. इदानीं किञ्चित् परिशीलनं जातमिति कृत्वा बहु सम्यक् अस्ति. उपवेशयति, पूगन्धलघुपदस्य सूत्रं. पुनः वाक्यं वदतु. वाक्यं किं वदतु? प्रभुदेवः अतिथिम् आसने उपवेशयति. उपवेशयति, बहु सम्यक् अस्ति. उपवेशयति, सम्यक् सम्यक्. राजेन्द्रमहोदय अग्रे. आम् आं महोदय, विषयं जानातु. प्रभुदेवः पत्नीं विषयं ज्ञापयति. धातुः अस्ति ज्ञा, आकारान् धातुः अस्ति. अत्र त्रिषु सूत्रेषु कस्यापि प्रसक्तिः नास्ति. यथा आकारान् आकारान् धातुः अस्ति, तत्कारणात् तत्र अर्ति ह्री वलि रि कुनुयि क्षमायि क्षमायि पोङ् याताम् यातां पौङ्गौ, तत्र आकारान् धातुः अस्ति. तत्र पुक् आगमः भवति. तत् न्या योग योग पुक् यो योग निच् निच् तत् कारणात् तत् हलन्त्यां तत् इत् सम्यक् भूत्वा तत् लोपः जातः. तत् केवलं न्या योग प पकारः योग योग इ अवशिष्यते. निच् निच् प्रत्ययः तत् ज्ञापि ज्ञापि भवति. अनन्तरं ज्ञापयति, हा ज्ञापयति इति अस्ति. हा बहु सम्यक् अस्ति. तत्र तत्र वाक्यं किम् आसीत्? प्रभुदेवः पत्नीं विषयं ज्ञापयति. ज्ञापयतु, ज्ञापयति इति. हा अस्तु, सम्यक् अस्ति, बहु सम्यक् अस्ति. अग्रे महोदय, कथम् आयाति तत् तत् बहु सम्यक् न जानामि. कथम् आयाति तत्र? तत्र उपधातुः उपदिष्टः. पाणिनिः तत्र धातुं विरचितवान्. तत्र ज्ञादातुः कथं भवति इति तत्र प्रश्नः न उदेति. हकारान्त धातुः अस्ति, भाषा अस्ति, भाषा. तत्र किं वदेम? ज्ञादातुः अस्ति, ज्ञादातुः किं ज्ञादातुः ज्ञा ज्ञादातुः धातुः अस्ति उपदेशावस्थायाम्. अस्तु महोदय अग्रे. सहोदरः गृहे तिष्ठति. अत्र वाक्यम् आगच्छति, प्रभुदेवः सहोदरं गृहे स्थापयति. अत्र तिष्ठतु, अत्र स्था इति धातुः अस्ति, आकारान्तः अस्ति. अतः अर्ति ह्री व्ली रि क्नु यि क्ष्मा यान्तां मूणौ इति सूत्रेण पुक् आगमः भवति. णिच् प्रत्यये परे अस्ति, अतः स्थायोगः णिच्, अत्र स्थायोगः पुक् योगः इ आगच्छति. अनन्तरं पुक् इत्यस्मिन् ककारः उकारः इत्यनयोः इत्संज्ञा भवति, अतः लोपः भवति. अतः स्थापि इति आगच्छति, अनन्तरं स्थापयति इति भवति. वा, स्थापयति इति रूपम् अस्ति, बहु सम्यक् अस्ति. अग्रे गच्छेम. बालसुब्रह्मण्यं अग्रे वदति वा. कर्मकरः रात्रौ क्षेत्रे अटतु अटतु अट् दातु उपधायाः अथ उपधायः उपधा ह्रस्वाकारः, तस्मात् अथ उपधायः इति सूत्रेण दीर्घत्वं भवति अकारस्य. आ सो आट् योग निजन्त इ, तस्मात् प्रभुदेवः कर्मकारं रात्रौ क्षेत्रे आटयति इति. हा बहु समीचीनमस्ति. हा सूत्रं किमासीत्? अथ उपधायः अत उपधायाः अनेन अतः अतः इत्युक्ते किम् अत अत तत्र विसर्गसन्धि तत्र अर्थं वा हा नाम शब्दस्य अर्थः कः रात्रिसमये न अट् अट् धातोः इति न तत्र अत उबधायाः एवमेव पृच्छामि अत उबधायाः इति सूत्रे अत इत्युक्ते किम् ह्रस्व अकार उपदायः उपधा चेत् दीर्घतं भवति अकार आकारः भवति इति हा सम्यगस्ति तत्र अनुवृत्तिसहितसूत्रम् अङ्गस्य उपधायाः अतः वृद्धिः अतः वृद्धिः अतः इति षष्ट्यन्तमस्ति हा अतः इति षष्ट्यन्तमस्ति इति कृत्वा अतः नाम तस्य स्थाने वृद्धि आदेशः भवति अस्तु हा यणिति अत्र णिच् अणित् अस्ति इति कृत्वा अस्तु समीचीनमस्ति अग्रे गच्छेम अत्र अग्रिमदातुः अस्तु विद्याभगिनी वदतु कृपया अम्बा मञ्चे शेरतां शयनं करोतु अत्र शी इति शीङ् इति धातुः तत्र अनुबन्धलोपानन्तरं शी इति धातुः दीर्घ इकारान्तधातुः शीयोगः निच् अत्र अचोयनिति इत्यनेन वृद्धिः तर्हि शै शैयोगः निच् अनन्तरम् एचोयवायवः इति कृत्वा शाय् शायि इति नूतनधातुः शाययति इति रूपं वा तथैव अस्ति अस्तु अग्रे जयन्ती भगिनी कर्तुमिच्छति वा अग्रे आं महोदय जनकः औषधं पिबतु प्रभुदेवः जनकम् औषधं पाययति इति वाक्यं भवति जन्तरूपं पाययति इति पौ इति धातुः धातुः कः तस्य तस्य भविष्यत्काले तस्य रूपं किं पास्यति हा तत् लिट्कारे दर्शनेन अस्माकं वयं जानीमः यथा ददाति यः दातुं न जानाति ददाति तत्र भविष्यत्काले तस्य रूपं किम् दास्यति इति अतः दातुः हा हा इति तथा अस्तु तर्हि अत्र पा धातुः इति आकारान्तधातुः सूत्रमस्ति अर्ति ह्रि व्लि रि न्युवीक्ष्मायातां पुङ्नौ इत्यनेन पुकागमः भवति इति भवति स्म इति सामान्यसूत्रमस्ति आकारान्तानां पुगागमः इति सामान्यमस्ति किन्तु रूपं तथा नास्ति खलु अतः अन्यत् सूत्रम् अस्ति षा चा सा व्यापां युक् षा छा सा ह्वा ह्वा व्या वेपां युक् इत्यनेन युक्कागमः भवति तत्र पुक्पुकागमस्य अपवादः इति कृत्वा अतः पायोगः युक् युक् तर्हि धातुः कः पायि इति भवति इति आतिदेशिकधातुः तदनन्तरं पाययति अत्र पर्याप्तमस्ति अत्र बहु सम्यक् अस्ति पायि पाययति इति अस्ति हा बहु सम्यक् अस्ति वा अग्रे पद्माभगिनी वदति वा अग्रे पद्मभगिनी अस्ति वा मीना भगिनी वा महोदय श्रूयते वा कर्मकरी क्षेत्रं गच्छतु प्रभुदेवः कर्मकरीं क्षेत्रं गामयति गम् धातु अत्र अस्ति उपधाय अत उपधायाः उपधाया सूत्रं कार्यं करोति अत्र हा बहु समीचीनमस्ति बहु सम्यक् अस्ति भगिनि नाम भवत्याः परिशीलनं श्लाघनीयमस्ति अत्र किञ्चित् इतोपि वक्तव्यमस्ति किन्तु भवत्याः तत्र बोधः सम्यक् अस्ति तदनुसृत्य तत्र भवति स्म खल गामयति इति भवति स्म किन्तु वैशिष्ट्यमस्ति अत्र मीना भगिनी सहायं करोति वा रूपं किं गमयति हा गमयति न तु गामयति तदर्थं सरला भगिनी वदतु गमयति गम् इति अम् अन्ते धातुः अस्ति मित्तां हस्व इति सूत्रेण आकारस्य हस्व आकारः भवति अतः गमयति इति आगच्छति हा गमयोगः णिच् अतः उपधायाः तेन गामि इति भवति अनन्तरं मितां ह्रस्वः तेन गमि भवति इति वैशिष्ट्यमस्ति अत्र अतः पद्माभगिनी तत्र वैशिष्ट्यमस्ति यत्र यत्र यथा भ्रं धातुः भ्रमयति न तु भ्रामयति भ्रमयति न तु भ्रामयति गम् गमयति न तु गामयति यत्र गम् भ्रम् अम् अस्ति चेत् अन्ते धातोः अन्ते अम् अम् इति तत्र अकारमकारः येषाम् अन्ते तेषां मितां ह्रस्वः तेन ह्रस्वादेशः भवति गम् गामि गमि भ्रं भ्रामि भ्रमि इति भवति तर्हि वाक्यमस्ति किं पुनः वदतु कृपया प्रभुदेवः कर्मकरीं क्षेत्रं गमयति हा गमयति अस्ति मीना भगिनी अग्रे वदतु कृपया महोदय एकः प्रश्नः अस्ति करपत्रे गम् धातुविषये अम् धातुविषये कुत्र वार्तामस्ति न न स्थापितमस्ति अनन्तरं अस्तु वस्तुतः तत्र यतोहि इदं करपत्रं केवलं परिचयार्थमस्ति अस्माकं व्याकरणसम्बद्धवा तत्र वर्गः अत्र न इति कृत्वा सरलरीत्या मया उपस्थापितमस्ति अन्यत्र अस्माकं जालस्थाने अस्ति निजन्तप्रसङ्गे एतत् सर्वम् अस्ति किन्तु अत्र न स्थापितमस्ति मन्दं मन्दम् इदं करपत्रं परिचयार्थकम् इदानीं इतोपि वर्धितम् अस्ति तत्र नाम बृहत् जायमानम् अस्ति करपत्रं किन्तु स्थापयितुं शक्नोमि प्रदर्शनार्थं तत्र पत्रं प्रेषयतु अनन्तरं नाम स्मारणार्थम् अनन्तरं स्थापयामि महोदय एकं वक्तुम् इच्छामि अत्र एतत्तु महोदयस्य टीज़र् अस्ति इदानीं महोदय व्याकरणवर्गम् आगच्छतु इत्यस्य कृते टीज़र् अस्ति एतत् सत्यं सत्यं महोदय सूत्रं मिद् मिद् किं अस्ति नाम सूत्रं किम् अस्ति मितां ह्रस्वः एकम् एकं वदामि यत् यत्किमपि सूत्रं ज्ञातुम् इच्छति अस्माकं तत्र यस्मिन् कस्मिन्नपि पृष्ठे तत्र करपत्रे जालस्थाने उपरि अस्ति एक् सर्च् विण्डो सर्च् दिस् सैट् इति लिखितमस्ति दक्षिणतः लिखितमस्ति सर्च् दिस् सैट् तत्र सूत्रं लिखति चेत् सम्यक्तया लिखति चेत् तत्र अथवा तस्य सूत्रस्य एक एव शब्दः लिख्यते चेत् भवता अथवा भवत्या तर्हि तत्र कुत्र केषु केषु करपत्रेषु लभ्यते इति इति दृश्यते नाम सर्च् स्टैल् तत्र उपरि नाम गूगल् विण्डो इति न अत्र सर्च् स्टैल् इत्यस्मिन् लिखति चेत् एतत् सर्वम् आगच्छति हा अस्तु सम्यक् अस्ति सम्यक् अस्ति अग्रे मीना भगिनी अग्रे मातुलानि गीतं शृणोतु प्रभुदेवः मातुलान्या गीतं श्रावयति अत्र तत्र तृतीया अथवा द्वितीया विभक्तिः तत्र कथं निर्णेतुं शक्नुमः सामान्यतया तृतीया एव गतिबुद्धिप्रत्यवसानार्थशब्दकर्मा कर्मकारणा अणिकर्तासनौ इति सूत्रेण एव द्वितीया भवति शृणोति इति अकर्मकः धातुः अतः अहं गानं शृणोमि अकर्मकः नास्ति सकर्मकः एव गत्यर्थः नास्ति बुद्ध्यर्थकः अपि नास्ति प्रत्यवसानर्थकः अपि नास्ति अनन्तरं शब्दकर्म शब्द शृणोति इति शब्द अर्थ एव अस्ति अतः कर्म नाम गानमिति शब्दः अस्ति खलु तस्य कर्मपदं शब्दः अस्ति इति कृत्वा अतः द्वितीया एव भवति प्रभुदेवः मातुलानीं गीतं श्रावयति धातुः कः श्रुधातुः पुगन्तलघुपदस्य च इत्यनेन गुणः भवति एकनिमेषः तत् चिन्तयतु अत्र पुगन्तलघुपदस्य च किं उपधायां लघु एकवर्णः अत्र उपधायां लघु एकवर्णः अस्ति कः वर्णः अस्ति अन्तिमवर्णः अस्ति उपधायां कः वर्णः उपधा नास्ति अन्तिम एव अच्वर्णः अस्ति हा उपधायां कः वर्णः उपधायां रेफः अस्ति हा रेफः न तु अच् न तु इक् शकारः किल महोदय महोदय शकारः अस्ति अत्र उपधायां शकारः न रेफः अत्र ऋत्वं नास्ति वा महोदय रेप उकारः अस्ति वा धातु अस्ति श्रु रेप उकारः वा महोदय धातुः शकार तालवशकारः रेफः उकारः अस्तु महोदय क्षम्यताम् अस्तु रेफः तर्हि अचोनीति कार्यं करोति वृद्धिः भवति श्रौ भवति अनन्तरं श्रावयति इति भवति हा श्रौ योगः अणिच् श्रौ योगः इ तत्र केवलं सन्धिः अस्ति कीदृशसन्धिः यातावान् सन्धिः औ स्थाने आवादेशः श्रावि इति धातुः अस्ति श्रावयति अस्तु बहु समीचीनमस्ति अग्रे गच्छेम अग्रिमभ्यासः अस्ति अत्र विद्याभगिनी पठतु कृपया गत्यर्थकभिन्नस्थलेषु तृतीया निजन्ते प्रयोज्यकर्तुः द्वितीया षट्सु स्थलेषु भवति इति गत्यर्थके वहति नयत्योः प्रयोगे प्रत्यवसानार्थके अत्ति खादति भक्षयतीनां प्रयोगे च द्वितीया न भवति अपि तु तृतीया इति च वयं ज्ञातवन्तः एतद् भिन्नस्थलेषु सर्वत्र तृतीया इति अवगन्तव्यम् अतः उदाहरणं यदा पश्यामः तदा तत्र प्रयुक्तः धातुः गत्यर्थको वा इति प्रथमं द्रष्टव्यं गत्यर्थकः चेत् प्रयोज्यकर्तुः द्वितीया करणीया अन्यथा तृतीया अत्र गत्यर्थकभिन्नस्थलेषु तृतीया इत्यस्ति वयं पूर्वमेव परिशीलितवन्तः षट्सु स्थलेषु निजन्तप्रयोगे द्वितीया विभक्तिः भवति तत्र गत्यर्थकधातूनां बुद्ध्यर्थकधातूनां तत्र प्रत्यवसानार्थकानाम् अपि च तत्र शब्दकर्मकानाम् अकर्मकानाम् अपि च दृष्धातुः तत्र द्वितीया विभक्तिः भवति परन्तु गत्यर्थकेषु तत्र नी धातु अपि च वह् धातु तत्र द्वयोः कृते तत्र अपवादः अस्ति. तत्र प्रयोजकर्तुः द्वितीया न भवति परन्तु तृतीया. तथा एव तत्र प्रत्यवसानार्थकानां तत्र अत्ति खादति भक्षयति तत्र अहिंसार्थकस्य तत्रापि तत्र द्वितीया न भवति अपवादः अस्ति अतः तत्र तृतीया भवति. अन्यत्र सर्वत्र प्रयोजकर्तुः तृतीया विभक्तिः एव भवति इति अस्ति अत्र गत्यर्थक. तर्हि धातुः अस्ति चेत् तत्र गत्यर्थकधातुः अस्ति वा इति प्रथमं द्रष्टव्यं. गत्यर्थकधातुः अस्ति चेत् वयं जानीमः तत्र प्रयोजकर्तुः द्वितीया विभक्तिः भवति इति. अन्यत्र सर्वत्र तृतीया इति अस्ति. अस्तु शुकवान् तत्रागे महोदय किमपि सूत्रमस्ति वा तृतीयायां भवति इति? हा हा तृतीया विभक्तिः अस्ति इति अर्थं तत्र सूत्रम् अस्ति. इदानीम् अनन्तरं सूचयामि. तृतीया तत्र सामान्यमस्ति इति तत्र किमस्ति प्रायः तत्र सामान्यकारकविषये प्रायः सामान्यकारकविषये तृतीया इति उक्तमस्ति इति मन्ये. अनन्तरं वदामि. हा वदतु. अस्तु महोदय. अभ्यासः महोदय कर्तृकारणकरणयोः तृतीया इति भवति वा महोदय? कर्तृकरणयोः तृतीया इति सामान्यकारकविषये इति यथा मया उक्तम् इदानीं. किन्तु अत्र अनुमानम् अकृत्वा अनन्तरं सूचयामि. अग्रे गत्याद्य अर्थकः इति आदिशब्दः किं किम् अर्थः तत्र आदिशब्दस्य अर्थं किं महोदय? अति इति पृच्छति वा? ननु गत्याद्यर्थक इति सूत्रं वदति किल. गत्याद्यर्थकः भिन्नस्थलेषु तृतीया. अत्र गत्य आदि अर्थकः गति इति शब्दः तत्र तस्मिन् सूत्रे प्रथमशब्दः गति इति. अत्र सूत्रं दीर्घमस्ति इति कृत्वा गत्यार्थक भिन्नस्थलेषु इत्युक्ते गत्यार्थे बोधकार्थे तत्र प्रत्यवसनार्थे इति कृत्वा एतेषां सर्वेषां तत्र सङ्ग्रहः अस्ति. गत्यादिः गत्यादीनाम् इति अस्य कथनेन संक्षेपे उक्तं तावदेव. अभ्यासः एकविंशतिः. अग्रे प्रभुदेवस्य गृहे कश्चन विशेषकार्यक्रमः. बहवः विविधकार्येषु मग्नाः दृश्यन्ते. प्रभुदेवस्य मित्रम् एकत्र उपविश्य कः किं कृतवान् कः कारितवान् करोतु इति उक्तवान् इति पश्यति. तेन दृष्ट्या विवरणम् अधः अस्ति. इत्युक्ते यः पश्यति तस्य दृष्ट्या अधः विवरणमस्ति. कर्ता सेवकः कार्यं भारं वहति. कारयिता गृहस्वामी इति. उपरि कोष्टके यत् निर्दिष्टं तदाधारेण कः केन किं कारयति इति निर्दिशन्तु. यदा कोष्टके निर्दिष्टः कर्ता निजन्ते प्रयोज्यकर्ता. कारयिता प्रयोजककर्ता. एतेषु प्रयोज्यकर्तुः तृतीया भवति इति स्मरन्तु. उदाहरणार्थं प्रथम उदाहरणस्य वाक्यम् अत्र दत्तमस्ति. गृहस्वामी इति कारयिता सः एव प्रयोजककर्ता. तत् प्रथमायाम् अस्ति, प्रथमाविभक्त्याम् अस्ति. सेवकेन इति प्रयोज्यकर्ता सः तृतीयायां दत्तमस्ति प्रयोज्यकर्ता. भारं भारम् इति तत्र कार्यमस्ति अपि कार्यं नास्ति. भारम् इति कर्मपदमस्ति. वाहयति इति निजन्तरूपमस्ति वहति इति कर्मपद क्रियापदस्य. एवमेव वहदातुः अत्र सूत्रं किमासीत्? हा, वह् इति धातुः तत्र उपधायाम् अकारः ह्रस्व अकारः इति अस्ति इति कृत्वा अत उपधायः इति सूत्रेण वृद्धिः भवति. वाह् योगः इ वाहि इति निजन्तधातुरूपं भवति. वाहि तर्हि वाहयति इति अस्ति. बहु सम्यक् अस्ति. अग्रे गच्छेम. अधुना अस्तु सुब्रह्मण्यमहोदय. आं महोदय, इदानीमत्र पौत्री पुष्पाणि अवचिनोति गृहिणी. अत्र कारयति, कारयिता अस्ति गृहिणी, कारयिता. अत्र स्त्रीलिङ्गरूपं कारयित्री भवति वा महोदय? सत्यं, कारयित्री गृहिणी अस्ति. कर्ता कर्त्री पौत्री अस्ति. कार्यमस्ति अवचिनोति इति. अत्र धातुः अस्ति चि, अतः अत्र रूपं भवति चाययति इति. चि इति अचोयनिति इत्यनेन अत्र चै चाययति. इदानीमत्र चि धातुः अत्र तस्य कृते अत्र तृतीया एव भवति. किमर्थमित्युक्ते अत्र गत्याद्यर्थक धातुः नास्ति, अपि च दृष्धातुः अपि नास्ति. इदानीमत्र गृहिणी पौत्र्या पुष्पाणि अवचाययति. हा अस्तु, बहु समीचीनमस्ति. अवचाययति इति रूपमस्ति. अत्र अत्र युगागमः अस्ति खलु महोदय? ची धातुः कृते अत्र चीति युगागमः किम न महोदय? अत्र ची चै अस्ति, चै भूत्वा अत्र ऐकारः अस्ति भूत्वा एजन् तत्तु उपदेशावस्थायां एजन्तधातुः अस्ति चेदेव आदेश उपदेशेशिति इति कार्यं करोति. परन्तु इदानीमत्र उपदेशावस्थायाम् ऐकारः नास्ति, अतः चै योगः इ अत्र एचोयवायावः इत्यनेन एव चाय् चायि चाययति. अवचाययति इति रूपं दृष्ट्वा युक् इति स्यात् इति तादृशदोषः न स्यात्. बहु सम्यक् अस्ति महोदय, तथैव अस्ति. अन्यत् किमपि वक्तुमिच्छति स्म वा महोदय? तदेव तदेव. अत्र युगागमस्य कृते तु अत्र एतद् धातुः न स्वीकृतः, अतः तस्मिन् सूत्रे नास्ति, अतः तस्य प्रसक्तिः अपि न भवति. सत्यम्. अपि च आदेश उपदेशेशिति अपि न भवति, अतः पुगागमः अपि न भवति. किमर्थमित्युक्ते उपदेशावस्थायां एषः धातुः एजन्तधातुः नास्ति. उपदेशावस्था सर्वेषां कृते वदेमः. तत्र वदेम यत् तत्र मूलरूपं मूलरूपमस्ति चि धातुः, न तु चै. अतः तत्र चै इति यदि स्यात् तर्हि तत्र एजन्तधातुः इति कृत्वा चा इति भवति स्म. तदनन्तरं पुगागमः इति भवति स्म, किन्तु तथा नास्ति. अग्रेच्छेम. तत्र लक्ष्मीभगिनी महोदय, वस्तुतः चिन् मूलधातुः अस्ति, उपदेशकधातु. कश्चन इत्संज्ञकः वर्णः स्यात्. अत्र अत्र लौकिकधातुः अस्ति चि, लौकिकधातुः अस्ति चि. यथा करोति इति कृ धातुः, लौकिकधातुः अस्ति कृ. तत्र शास्त्रीय तत्र उपदेशावस्थायां सत्यं दुक्रय इति धातुः अस्ति. सत्यम्. इत्संज्ञकवर्णाः बहवः सन्ति, बहुत्र भवन्ति. अस्तु, लक्ष्मीभगिनी अग्रे. कर्ता कर्मकरः, कारयित्री गृहिणी, कार्यमस्ति उद्यानं सिञ्चति. अत्र धातुः अस्ति सीच् धातुः, हलन्तधातुः, अतः उपधायां ह्रस्वैकारः अतः पुगन्तलघुपथस्य च इत्यनेन सेचि इति नूतनधातुः सेचयति इति निजन्तरूपम् आगच्छति. अनन्तरं गत्याद्यर्थक धातुः नास्ति अतः अत्र प्रयोज्यकर्तुः तृतीया भवति. अतः गृहिणी कर्मकरेण उद्यानं सेचयति. हा सेचयति, अस्तु, बहु समीचीनमस्ति. प्रयोज्यकर्तुः तृतीया, प्रयोज्यकर्तुः तृतीया अस्ति. जयन्ति भगिनी अग्रे. बालकः गुरुं नमति ज्येष्ठपुत्री. ज्येष्ठपुत्री इति कारयित्री प्रयोजककर्ता. ज्येष्ठपुत्री बालकेन गुरुम् अस्तु नमति इति अत्र नमति इत्यस्य धातुः नम् धातुः सत्यम् अत्र उपधायां चिन्तन यत् चिन्तनमस्ति तद् वदतु उपधायां उपधायां कः वर्णः अर्थवर्णः क्षम्यतां महोदय उपधायाम् अर्थवर्णः अस्ति इत्युक्ते ह्रस्व अकारः अतः अत उपधायाम् उपधायाः इत्यनेन वृद्धिः भवति नम् धातु नम् योगः णिच् सत्यम् किमस्ति तत्र वृद्धिः भवति न वृद्धिः भवति हा किन्तु अस्माकं अयं धातुः कीदृशः अत्र यथा गम् इत्यस्य रूपं किम् आसीत् ओ अस्तु अमन्त धातुः भवत्याः भ्रमः मया अवगतः अस्ति हा वदतु अमन्तधातुः अतः मितां ह्रस्वः इत्यनेन नमि भवति नतु नामि नमि इति कृत्वा नमयति तर्हि वाक्यं किं वाक्यमस्ति ज्येष्ठपुत्री बालकेन गुरुं नमयति द्वितीया विभक्ति एव अत्र मन्ये नमति तत्र प्रयोज्यकर्तुः का विभक्तिः किमर्थं च तृतीया विभक्तिः इति मन्ये महोदय तृतीया विभक्तिः अत्र किमपि नास्ति तर्हि वाक्यं पुनः वदतु ज्येष्ठपुत्री बालकेन गुरुं नमयति हा इति अस्ति बहु सम्यक् अस्ति मीना भगिनी अग्रे कर्मकरी फेनकं क्रीणाति पुत्रः क्री इति धातुः क्रै इति भवति क्रै अचोणिति इत्यस्य अन्तिम अच्वर्णः वृद्धिः भवति क्रै भवति अनन्तरं युक् आदेशः क्रयति तत्र चिन्तनं करोतु योगः णिच् क्रययोगः णिच् युक् आदेशः न भवति क्रायति यान्तवन्तसन्धिः क्रायति इति सिद्धरूपं बहु चिन्तनं बहु सम्यक् अस्ति बहु सम्यक् अस्ति इदानीम् अस्माकं विशेषः अस्ति यः न पाठितः अस्ति यतोहि अत्र परिचयस्य परिधौ न आयाति अतः परिचयार्थकरपत्रं तत्र न स्थापितमस्ति किन्तु सर्वे इदानीं करपत्रे इदानीमेकं नूतनं करपत्रमस्ति प्रदर्शयामि कुत्र अस्ति तत्र जालस्थानस्य सप्तमे भागे द्वितीयं करपत्रम् इति उद्घाटयति जालस्थाने सप्तमभागस्य द्वितीयं करपत्रम् इति इतोपि विशिष्टज्ञानमपेक्षितमस्ति अत्र तत्र करपत्रमस्ति प्रेरणार्थे णिच् विशेषाः अजन्तदातवः अत्र धातुः क्री इति तु अस्ति क्री अस्ति किन्तु विशेषः अजन्तदातुः अस्ति अणिच् प्रसङ्गे सर्वे प्राप्तवन्तः वा सप्तमभागः जालस्थानस्य सप्तमभागस्य नाम अस्ति आर्धधातुकप्रकरणं सप्तमभागः वामतः पश्यन्तु प्रथमभागः द्वितीयभागः तृतीयभागः सप्तमभागस्य आर्धधातुकप्रकरणं द्वितीयकरपत्रम् द्वितीयकरपत्रं प्रेरणार्थे अणिच् विशेषाः अजन्तदातवः तत्र प्रथमभागस्य आकारान्तदातवः क्री इति आकारान्तः नास्ति तत्र द्वितीयभागं पश्यन्तु द्वितीयभागं लेटर् बि इति कुत्रचित् अस्ति इकारान्तदातवः क्री इति इकारान्तदातुः अस्ति खलु अस्तु मीनाभगिनी प्राप्तवती वा मीनाभगिनी आं महोदय प्राप्तवती क्री जि इति अत्र पठतु इकारान्तदातवः सामान्यव्यवस्था सामान्यव्यवस्था अचो निति इत्यनेन वृद्धिः येचो यवायावः इत्यनेन आय् आदेशः नी नाययति इति भवति तथा सम्यक्तया भवती कृतवती खलु तथा क्राययति इति कृतवती खलु आं क्राययति इति तदा एव कृतवती अग्रे यावन्तः इकारान्तधातवः ईकारान्तदातवः च अपवादभूताः सन्ति तेषां वर्णनम् अधः भवन्ति कोऽपि धातुः अधः सूचितः नास्ति चेत् तर्हि सामान्यरूपेण एव तस्य ण्यन्तरूपव्युत्पत्तिः इति बोध्यम् सामान्यतया निनायति भवति अतः अधो सूचितदातवः तादृशं न भवति क्री जि अधि इ इति दातवः क्री क्रयादिगणे लटि क्रीणाति जि द्वादिगणे लटि जयति अधियोगः इ इङ् अध्ययेन नित्यम् अधिपूर्वः अध्ययने नित्यम् अधिपूर्वः अदादिगणे लटि दीते क्रीं जीनां नौ निचि परे येषां धातूनां एचः स्थाने आ आदेशो भवति क्रीश्च इङ् च जिश्च तेषाम् इतरेतरद्वन्द्वः क्रीं जिस्तेषां क्रीं जीनां षष्ट्यन्तं नौ सप्तम्यन्तं द्विपदमिदं सूत्रम् आदेश उपदेशे शिति इत्यस्मात् आत् एचः इत्यनयोः अनुवृत्तिः भवति अनुवृत्तिसहितसूत्रं क्रीं जीनां एचः आत् नौ प्रथमं पठतु क्रियोगः णिच् अचोन्यति इत्यनेन वृद्धिः क्रै योगः इ क्रीञ्जीनां नौ इत्यनेन एचः स्थाने आ आदेशः क्रायोगः इ अर्ति ह्रीव्लीरि न्यू नूयीक्ष्मायातां पुङ्नौ इत्यनेन पुक् आगमः क्रायोगः पुक् योगः इ क्रापि इति निजन्तधातुः क्रापयति इति सिद्धरूपम् हा इति अस्ति एवमेव जापयति अपि च विद्याभगिनी एकस्मिन् दिने पूर्वम् अधियोगः इ योगः णिच् इति आगतमासीत् तत् तदेव पठतु कृपया विद्याभगिनी अधियोगः इ योगः णिच् अधियोगः इ योगः णिच् तत्र इङ् इति धातुः अदादिगणे अस्ति सर्वत्र इङ् अधिपूर्वः अधियोगः इ योगः णिच् तत्र अचोयनिति इत्यनेन वृद्धिः अद्यै योगः इ क्रीञ्जीनां नौ इत्यनेन एचः स्थाने आ आदेशः अद्यायोगः इ इदानीम् आकारान्तधातुः तर्हि अर्ति ह्रि व्लीरि क्नुयि ष्मायातां पुङ्नौ इत्यनेन पुकागमः अद्यायोगः पुक् योगः इ अध्यापि इति निजन्तधातुः अध्यापयति इति अस्ति अत्र अध्यापयति हा बहु समीचीनमस्ति इदानीं राजी भगिनी अत्र अस्मिन्नेव प्रसङ्गे सुब्रह्मण्यमहोदयेन किञ्चित् उक्तमासीत् अत्र आदेश उपदेशयिष्यति इति प्रसङ्गे अत्र लिखितमस्ति राजी भगिनी पठतु महोदय करपत्रम् अहं न प्राप्तवती अहं सप्तम न प्राप्तवती तत्र सङ्गणकमस्ति वा आं सङ्गणके एव अहं पश्यन्ती अस्मि सप्तमभागं न प्राप्तवती वा सप्तमभाग आर्धधातुकप्रकरणम् इति अस्ति तत्र द्वितीयकरपत्रं प्रेरणार्थे निच् विशेष अजन्तदातवः तत्रैव अस्ति द्वितीयभागः तस्मिन् तत्र उद्घाटितवती वा उद्घाटितवती तत्र तत्र लेटर् आरम्भे लेटर् ए अस्ति आकारान्तदातवः तत्र लेटर् बि इति पश्यतु अधोभागे बि अस्तु महोदय अहं पश्यामि त्रीणि बि इकारान्तदातवः एतत् सर्वं वयं पठितवन्तः इदानीं क्रीयति क्रापयति जी जापयति अधि इ इति अध्यापयति अनन्तरम् अत्र एकः प्रश्नः उदेति पठतु ची दात् अत्र एकनिमिषं महोदय भी धातुः अत्र प्रश्नः उदेति भियो हेतुभयेषु कुत्र अस्ति न त्रयाणाम् अयं पञ्चम ची धातुः त्रीणि महोदय अहं पठामि कार्तविशेष क्षम्यतां महोदय अहं पश्यन्ती अस्मि परन्तु न कुत्र अस्ति इति न प्राप्तवती महोदय अहं करपत्रं न प्राप्नोति मम पार्श्वे एकादश करपत्रम् अस्ति सप्तमकरपत्रं नास्ति अत्र एकः प्रश्नः उदेति ण्यन्तप्रकरणे तत् न महोदय महोदय नास्ति अहं प्राप्तवती महोदय पठामि वा महोदय महोदय नास्ति प्रायः महोदयस्य कनेक्षन् भग्नः महोदय अस्ति किन्तु भङ्गं भवति तस्य ध्वनिः न शृणोति महोदय तत्र कनेक्षन् भङ्गं भवति इति मन्ये अहं प्राप्तवती, परन्तु क्षम्यतां, कश्चन करपत्रं फलस्थाने सप्तमभागस्य द्वितीयकरपत्रम् अहं प्राप्तवती महोदय, पठामि वा? न श्रूयते महोदय. महोदय भवन्तः ध्वनिः न श्रूयते. हरि ओम्. हरि ओम् महोदय. हा अस्तु, एकनिमिषः पुनः आगच्छामि. इदानीं सम्यक् शृणोमि. मां कोऽपि अन्य वदतु, सप्तमजालस्थाने द्वितीयकरपत्रे तु केवलम् अभ्यासाः सन्ति. अग्रे अग्रे, हा राजीव, अहं पठामि वा? हा पठतु. अत्र एकः प्रश्नः उदेति, नन्तप्रकरणे इकारान्तानाम् निचिपरे अचोद्यति इत्यनेन वृद्ध्यनन्तरम् आदेश उपदेशे शिति इति सूत्रेण प्रभावः किमर्थं न स्यात्? यदा इकारान्त ईकारान्तधातुः एजन्तधातुः जातः तदा किमर्थम् आदेश उपदेशे शिति इत्यनेन एव एकारस्य आकारदेशः न स्यात्? किमर्थम् अत्र नूतनसूत्रस्य क्रीजीनौ नौ इत्यस्य आवश्यकता अस्ति? यथा क्रययोगः इ इत्यस्य दशायाम् आदेश उपदेशे शिति इत्यनेन एव क्रायोगः इ भवतु. अत्र एचः आत् जातम् अपि च अशित् नित्यप्रत्ययः परोऽस्ति, परन्तु एका समस्या अस्ति, क्रै उपदेशः नास्ति इत्युक्ते मूलधातुरूपं नास्ति. सूत्रे उपदेशे इति दत्तमस्ति, अतः यत्र मूले एजन्तधातुः अस्ति तत्रैव सूत्रस्य प्रसक्तिः नान्यत्र. अतः क्रीजीनां नौ इत्यस्य आवश्यकता, अपि च अधः यावन्ति तुल्यसूत्राणि तेषामपि. निजन्तप्रकारे अजोनित्य आतिच्युपशेषितः व्यवस्था अस्ति, अतः यद्यपि यजन्तधातुः जातः तथापि अत्र आत्वं न आगच्छति आकारः, अपि च पुगागमः न भवति. यदि तथा स्यात् तर्हि सर्वेषाम् इकारान्तानां धातुः तथा स्यात्, किन्तु नास्ति नीधातुः इत्यादिषाम् अस्तु इत्यादीनाम् अस्तु इति तथा नास्ति. अग्रे गच्छेम तर्हि, क्रापयति इति जातमस्ति. अग्रिमम् अग्रिमं बालसुब्रह्मण्यम् अग्रे षष्ठम, तत्र इदानीं करपत् नाम पि डि एफ् अभ्यासः. पाचकः रोटिकां पचति. वृद्धा कारयित्री, वृद्धा पाचकेन रोटिकां पच तथात् उपधायः इति अकारः दीर्घतं भवति. रोटिकां पाचयति, रोटिकां पाचयति, रोटिकां पाचयति, पाचकेन इति अस्ति. बहु सम्यक् अस्ति. राजेन्द्रमहोदय अग्रे. आं महोदय. अनुजः आसन्दं नुदति. अग्रजः अस्ति प्रयोजककर्ता. अनुजः अस्ति प्रयोजककर्ता. नुदति नुद् धातुः अस्ति, तत्र पुगन्धलघु उपदस्य च सूत्रेण तत् नोदयति भवति. अग्रजः अनुजेन आसन्दं नोदयति. अस्तु अग्रे अग्रे गच्छेम. पुष्पा भगिनी अग्रे. भगिनी अस्ति. अस्तु मेहुल महोदय अग्रे. अनुजा पाषाणं क्षिपति अग्रजा. अत्र अग्रजा इति प्रयोजककर्ता अस्ति, अनुजा इति प्रयोज्यकर्ता अस्ति. अग्रजा अनुजाया पाषाणं क्षापयति. क्षिपति अत्र क्षिप् इति धातुः अस्ति. अत्र उगन्तलघुपदस्य च इति सूत्रेण एकवर्णः उपधायाम् एकवर्णः अस्ति तस्य गुणः भवति. अत्र क्षेपि इति भवति, अनन्तरं क्षापयति इति भवति. क्षेपि इति भवति, क्षापयति कथमस्ति? क्षेपि इति उक्तं खलु, धातुः अस्ति क्षेपि. क्षेपि आम्. एकारात् आकारः कथम सर्वं सत्यमस्ति. क्षेपि तावत् क्षेपयति अस्ति, तर्हि रूपं किं? क्षेपयति, सोरि, धन्यवादः, क्षेपयति इति भवति. क्षेपयति, हा, क्षेप् क्षेपि क्षेपयति. क्षेपयति. अग्रजा अनुजया पाषाणं क्षेपयति. अस्तु, इति अस्ति, सम्यक्. अग्रे पद्माभगिनी अग्रे वदतु. आम् आं महोदय. पाचिका कर्ता क्षीरम् आनयति कार्यं ज्येष्ठपुत्रः कारयिता. अत्र ज्येष्ठपुत्रः प्रयोजककर्ता अस्ति. प्रयोजककर्ता पाचिका प्रयोजककर्त्री अस्ति. क्षीरम् आनयति कार्यमस्ति. अत्र ज्येष्ठपुत्रः पाचिकेन क्षीरं आनयति एव अस्ति. चिन्तनं सम्यक् अस्ति, किन्तु पाचिका इत्यस्य लिङ्गं किं, तृतीयविभक्त्यन्तं किम्? पाचिकया क्षीरम् आनयति. क्षम्यतां महोदय, इदानीं धातुः कः? आन् धातुः न नयति धातु न नयति नयति इत्यस्य धातुः कः? नी धातु. नी, इदानीं तदाधारेण वदतु रूपं किम्? ज्येष्ठपुत्रः पाचिकया. नी इति नी धातुः, सूत्रं किं तत्र साधयतु? णिजन्तधातुः कः? नी धातु अस्ति. नी धातु ईकारः धातु गुणं. सूत्रं किं? नै नै आगच्छति. सूत्रं किम्? सूत्रं सरला भगिनी सहायं करोतु कृपया. अचोयणति इति सूत्रम्. अचोयणिति अचुवनस्य वृद्धिः भवति, न तु गुणः, वृद्धिः भवति. नी नै भवति. अनन्तरं किम्? यचो यावः सन्धिः आगच्छति, नायति. न न न, किन्तु नै धातुः किं, धातुः कः? नै योगः यचो यावः यावः इति नै योगः इ इति धातुः अस्ति. नायि नै आयादेशः नायि नायि. अनन्तरं किं रूपं? नायति. सत्यं. तर्हि आ उपसर्गपूर्वकः. आम् आनायति. इदानीं वाक्यं वदतु. ज्येष्ठपुत्रः पाचिकया क्षीरम् आनयति. नाययति आनाययति हा इदानीं सम्यक् अस्ति अस्तु महोदय एकः सन्देहः अस्ति नयति धातु गत्यर्थक अर्थ किल अतः द्वितीयम् एव आगच्छति किल काचिकां किन्तु वैशिष्ट्यम् आसीत् खलु अस्माभिः दृष्टम् उपरि विद्यापयने सह तत्र किम् उक्तम् आसीत् तत्र वार्तिकमस्ति नी वह्योर्न इति वार्तिकं तेन वार्तिकेन तत्र नी धातुः द्वितीया न भवति अपवादः अस्ति तत्र तृतीया एव भवति यद्यपि गत्यर्थकधातुः अस्ति तथापि तत्र द्वितीया न भवति हा सम्यक् समीचीनमस्ति अस्तु तर्हि आहत्य उक्तमस्ति विद्यापकिनी अग्रे अग्रिमे वाक्यं शिशुः कर्ता कार्यम् अन्नं खादति कारयिता सनुषा अत्र वाक्यमस्ति सनुषा शिशुना अन्नं खादयति अत्र खाद् इत्यपि अपवादः अस्ति आदिखाद्योर्न इति वार्तिकेन खाद् अपवादः अस्ति अतः अत्र प्रयोज्यकर्ता तृतीया विभक्तिः शिशुना इति वाक्यं किं सनुषा शिशुना अन्नं खादयति अत्र कः खादति शिशुः खादति हा इति अस्ति सामान्यतया अस्माकं मनसि किञ्चित् भिन्नं भवति यथा तत्र किं पिता पुत्रेण पिता पुत्रेण कार्यं कारयति किन्तु कथञ्चित् शिशुना खादयति इति तत्र किञ्चित् वैशिष्ट्यमस्ति मम कर्णेन किञ्चित् वैशिष्ट्यं भाति किन्तु तथापि तादृश अर्थः अस्ति इति अस्तु समीचीनमस्ति जयन्ति भगिनी अग्रे तरुणः कर्ता पत्रं लिखति इति कार्यं कर्मकरी कारयित कारयिता अत्र लिक् धातुः सूत्रमस्ति लिक् इति लिक् धातौ उपधायां इक् वर्णः इत्यनेन लघुपद क्षम्यतां महोदय किञ्चित् इक् वर्णः अस्ति अतः सूत्रमस्ति उगन्तलघुपदस्य पुगन्तलघुपदस्य च पुगन्तलघुपदस्य च इत्यनेन लिक् इति लेखी भवति धातुः लेखी आर्तिदेशिकधातुः अस्ति लेखयति इति एकनिमेषः भगिनि तत्र जयन्ति भगिनि वदतु तत्र वाक्यमस्ति कर्मकरी तरुणः तरुणेन वा तरुणेन पत्रं लेखयति तरुणः कर्मकरी तरुणेन तरुणेन पत्रं लेखयति हा अस्ति इति अस्ति इदानीम् अन्तिमभागः अन्तिमभागं गच्छामः महोदय महोदय नुदति नुद् धातुः नुद् नुद् नोदयति नोदयति अस्तु बालसुब्रह्मण्यं अग्रे पठतु कृपया अभ्यासः प्रसादः कश्चन अध्यापकः वार्षिक उत्सवस्य समग्रा व्यवस्था तेन करणीया अस्ति. विद्यार्थिनां साहाय्येन कार्यं करणीयम् इति निश्चित्य सः छात्राणां नाम स्मरन् कः किं करोतु इति चिन्तितवान्. यत् चिन्तितं तस्य स्मरणार्थं तेन सज्जीकृतस्य पत्रस्य विवरणम् अधः अस्ति. प्रथमः, कृष्णः अलङ्कारं करोतु. कृष्ण अग्रे अग्रे तत् कोष्टकस्य अनन्तरं किं लिखितमस्ति? अध्यापकः अध्यापकः अग्रिमे पुटे अग्रे षड्विंशति अध्यापकः प्रसादः किं कारयति इति लिखत. प्रयोज्यकर्तुः द्वितीया वा तृतीया वा इति लेखन पूर्वं चिन्तयत. प्रसादः कृष्णेन अलङ्कारं कारयति. प्रसादः माधवम् आपणं गम्यति इत्यादि. सो कृपणः कृष्णः द्वितीय माधवः आपणं गच्छतु उत्तरं दत्तः. तृतीयः गोविन्दः अतिथिम् आनयतु. प्रसादः गोविन्दम् आनयतु. आनयतु किमस्ति कृष्णप्रसादः इति द्वितीयं प्रसादः माधवम् आपणं हा हा द्वितीयमपि दत्तमस्ति वा किम् अस्ति हा हा उदाहरणद्वयम् अस्तु हा ततः अग्रे तृतीयः प्रसादः गोविन्दम् अतिथिम् आनययतु. एकवारं वदतु कृपया तत्र प्रथम उदाहरणमस्ति प्रसादः कृष्णेन अलङ्कारं कारयति. प्रसादः माधवं हा आपणं गमयति. अत्र भेदः द्वयोः वाक्योः भेदः कः? अलङ्कारं कारयति आपणं गमयति. तत्र गत्यर्थरूपदातस्य द्वितीयः गम् धातुः गत्यर्थधातुः अतः द्वितीयविभक्तिरूपः. कस्य द्वितीयविभक्ति अन्तिम रूपं? प्रयोज्यकर्तुः प्रयोज्यकर्तुः माधवं माधवम् इति माधवं गमयति किन्तु कृष्णेन कारयति इति भेदः. अस्तु तृतीयं करोतु. तृतीयं गोविन्दः. सो प्रसादः गोविन्दः द्वितीय वा तृतीय वा इति चर्चा. नी इति धातु गत्यतर्धातुः अपवाद रूपं. तस्मात् प्रसादः गोविन्दम् अतिथिम् आनयतु. क्षम्यतां प्रसादः गोविन्देन अतिथिम् आनययतु. आनाययतु आनाययतु नाययति आनाययति अस्नि आनाययति अतिथिम् आनाययति. प्रसादः गोविन्देन अतिथिम् आनाययति इति अस्ति. सम्यक् सम्यक् अग्रे सुब्रह्मण्यं महोदय अग्रे. आं महोदय, सीता गीतं गायतु इति अस्ति. अत्र धातुः अस्ति गै, अतः अत्र गापि इति निजन्तधातुः, गापयति. अत्र गीतमिति शब्दकर्म रूपमस्ति, अतः प्रसादः सीतां गीतं गापयति. गै इति धातुः शीघ्रमेव वदतु कथमासीत्. गै इति एजन्तधातुः अस्ति, अतः प्रथममत्र आदे च उपदेशेष्यति इत्यनेन अत्र ऐकारस्य स्थाने अत्र आत्वमागच्छति, अतः गा भवति. इदानीम् अत्र आकारान्तरूपमस्ति भूत्वा अति ह्रीव्लीरि क्नुयि क्ष्मायातां मुग्नौ इत्यनेन पुगागमः भवति. अतः गा योगः पायोगः इ गापि गापयति गापि गापयति. धन्यवादः, सम्यक् अस्ति. महुलमदय अग्रे. देवनाथः मुख्याध्यापकं पश्यतु. तत्र दृश् इति धातुः अस्ति, अतः दर्श इति भवति, दर्शयति निङन्तरूपम्. अतः प्रसादः देवनाथेन मुख्याध्यापकं दर्शयति. अत्र दृष्टातुः वैशिष्ट्यमस्ति. पुनः दृष्टातोः किं वैशिष्ट्यमस्ति? दृष्टातुः दृष्टातोः च निजन्ते प्रयोगकर्तुः द्वितीया भवति. अतः प्रसादः देवनाथं मुख्याध्यापकं दर्शयति इति भवति. सत्यं. दृष्टातुः तत्र सूत्रं किं तत्र रूपं दृश्येश्च वार्तिकमस्ति इति कृत्वा द्वितीय तत्र द्वितीयविभक्तिः भवति प्रयोजकर्तुः. अपि च दृष्टातुः तत्र निजन्तदातुः कः? दृष्टातुः उपधायाः एकवर्णः अस्ति, अतः पुगन्तलघुपदस्य च इति सूत्रेण अर् इति आगच्छति, गुणः भूत्वा अर् इति आगच्छति, अतः दर्शयति इति भवति. दर्शी दर्शयति. सम्यक् सम्यक्. अग्रे लक्ष्मीभगिनी अग्रे. अत्र अशोकः उपाहारं ददातु इति वाक्यमस्ति. अत्र दा धातुः आकारान्तधातुः, अतः पुगागमः भवति. तथा निजन्तरूपं दापयति. अत्र गत्याद्यर्थकभिन्नस्थलेषु तृतीया इत्यनेन प्रसादः अशोकेन उपाहारं दापयति इति भवति. हा सत्यं. मीना भगिनी अग्रे. प्रसादः सोरि बालकाः आसन्दान् वहन्तु वहिदि धातुः उपधा अकारः अस्ति, गुणः भवति पुगन्तलघुपदस्य आकारः भवति वह् तत्र उपधायां कः वर्णः? अकारः अस्ति. अकारः एक वर्णः अस्ति वा? एक अकारः एक वर्णः नास्ति. अत उपधायाः इति कार्यं करोति. ह्रस्व इकारः अकारः वृद्धिः भवति. वाह् योगः इ वाहि वाहयति इति सिद्धरूपम्. प्रसादः वाहयति इति गत्यर्थकः अस्ति, परन्तु वार्तिकः अस्ति. अतः द्वितीया न बालकः द्वितीया न भवति, तृतीया एव भवति. प्रसादः बालकैः आसन्दान् वाहयति. हा सत्यं, बहु सम्यक् अस्ति. अग्रे सरला भगिनी अग्रे. अध्यक्ष वेदिकायाम् उपविशतु. उपविशतु धातु अस्ति, उपसर्ग विश् धातु, पुगन्तल विश् धातु भवति, उपसर्ग उप अस्ति, विश् धातुः अस्ति, तस्य ऋजन्तपदं भवति वेशि, वेशयति, उपवेशयति. उपविश अकर्मकधातुः अस्ति, अतः द्वितीया विभक्ति आगच्छति. प्रसादः अध्यक्षं वेदिकायाम् उपवेशयति. हा, उपवेशयति इति अस्ति. समीचीनमस्ति. अग्रे विद्याभगिनी, अग्रे. हरिः इति वृत्तं लिखतु. अत्र मम प्रश्नः अस्ति, अत्र इतिवृत्तम् इति इति शब्दकर्मं शब्दकर्म अस्ति इति कृत्वा तत्र लिग् धातुः तत्र प्रयोजकर्तुः द्वितीया भवति वा? तथा नास्ति. इतिवृत्तम् इति तस्मिन् अर्थे यतोहि लिखति खलु, शब्दः तादृश अर्थः न आयाति लिग् धातुः. अस्तु, तर्हि अत्र वाक्यमस्ति प्रसादः हरिणा इति वृत्तं लेखयति. लिक् इति धातुः, लिक् योगः निच्, तत्र पुगन्तलघुपदस्य च इत्यनेन उपादायम् इक्वर्णस्य गुणः, लेखि लेखयति. समीचीनं. महोदय, अत्र क्रियां दृष्ट्वा शब्दकर्मकः अस्ति वा न इति निर्णय करणीयः खलु? इतिवृत्तं वदति इति चेत् तत्र प्रायः द्वितीया भवति. सत्यं, धात्वार्थः द्रष्टव्यः, धात्वार्थः. केशवः कार्यक्रमविवरणं जानातु. प्रसादः केशवेन इति केशवं कार्यक्रमविवरणं ज्ञापयति. किमर्थं द्वितीयायाम् इत्युक्ते तत्र बुद्ध्यर्थकः बोधकार्थः अस्ति क्रियापदस्य इति कृत्वा द्वितीया विभक्तौ भवति. धातुः अस्ति ज्ञा, आकारान्तधातुः अस्ति हर्ति ह्रीव्लि इति सूत्रेण तत्र पुगागमः भवति. ज्ञापि इति निजन्तधातुः भवति, ज्ञापयति इति क्रियापदं भवति. राजेन्द्रमहोदय. आं महोदय, शीर्षः हारं क्रीणातु. क्रीणातु तु विशेषधातुः अस्ति, अत्र इदानीमेव क्री धातुः अस्ति, विशेष अस्ति, किञ्चित् भिन्नरीत्या तस्य परिवर्तनं जातं निजन्तरूपे. क्रीञ्जीनां नौः सूत्रम् आसीत्, तत्कारणात् तत् आकारात् भूत्वा तत्र पुकागमः अस्ति, तत्र क्रापयति रूपं भवति तत् क्रीधातुः. अत्र तु प्रसादः तृतीयविभक्ति भवति, शीर्षेण हारं क्रापयति. वा, बहु सम्यक् अस्ति. पुष्पाभगिनी अग्रे गच्छत्, अग्रे वदति वा? आं महोदय, गीताश्लोकं वदतु. प्रसादः गीतां श्लोकं वादयति. किमर्थं तथा? तथा वद् ह्रस्व अकारः अस्ति अर्थपदायाम्, इत्यनेन आकारः आयाति. वादी इति अस्ति, एचोयवायवः वादयति. तत्तु शब्दकः अस्ति, तथैव गीतां द्वितीयवदति. वा, बहु समीचीनमस्ति, बहु समीचीनमस्ति. अग्रे वदामः अत्र सुब्रह्मण्यमहोदय, तत्र अग्रिमं करोतु कृपया. अत्र ललिता धनं पृच्छतु इति अस्ति महोदय. अत्र इदानीम् अत्र धातुः अस्ति प्रच्, अत्र उपधायां चकारः अस्ति, अतः प्रायः प्रच् योगः प्रच्छि प्रच्छयति. सत्यं, समीचीनमेव. अस्तु महोदय. इदानीं प्रसादः, अत्र तृतीया एव भवति, अत्र कर्मपदं धनमस्ति. प्रसादः ललितया धनं प्रच्छयति. हा, इति अस्ति. इदानीं सम्यक्तया उक्तं भवता, सर्वेषाम् अत्र बोधः अत्र ध्येयं यत् पृच्छति इति अस्य धातुः अस्ति प्रच्, न तु पृच्, धातुः अस्ति प्रच्, सम्प्रसारणी धातुः अस्ति इति कृत्वा तत्र बुधवासरे आगच्छन्तु, तत्र अस्माकं गभीरतया बोधः भविष्यति. अत्र ये अवगच्छन्ति तेषां कृते वदामि यत् अत्र तुदादिगणे अस्ति इति कृत्वा श इत्यस्य पित्वम् इति नास्ति इति कृत्वा ङित्वा तदर्थं पृच्छति इति सर्वं भवति सम्प्रसारणम्. अतः प्रच् धातोः पृच्छति सर्वत्र भवति, किन्तु णिच् इति तथा नास्ति. णिच् न कित् न वा ङित्, अतः सम्प्रसारणं न भवति. तदर्थं प्रच्छि इति धातुः अस्ति, न तु पृच्छि. पृच्छयति इति नास्ति, प्रच्छयति अस्ति. सम्प्रसारणं न अत्र मुख्यमस्ति, गुणः वृद्धिः इत्यादिकं न, अपि तु सम्प्रसारणं भवति न वा. सम्प्रसारणमिति अग्रिमे वर्षे जान्वरि मासे आगच्छन्तु सर्वे, तत्र सम्प्रसारणविषयः आगच्छति. हा, प्रच्छयति न तु पृच्छयति. अत्र अणिच् न खित् न वा ङित्. अग्रे गच्छेम, समापयामः. राजी भगिनी महोदय, तत्र सार्वधातुकम् अपि ङित् इति भवति किल? हा, तदर्थं तुदादिकानि पृच्छति न तु पृच्छति. आम्, किन्तु तत्र अत्र तथा नास्ति, अत्र णिच् इति तथा नास्ति. अर्धधातुकप्रत्ययः किल महोदय, सार्वधातुकम् अपेत् इत्यस्य प्रसङ्गः एव न भवति. सत्यं खलु, समीचीनम्. अग्रे राजी, बालिकाः लताः सिञ्चन्तु, धातुः सिच्, उपधायाम् इकारः अस्ति, पुगन्धलघुपदस्य लघुपदस्य च इत्यनेन इकारस्य गुणः भूत्वा सेच् इति आयाति. सेच् निजन्तदातु सेच्छि, सेच्छि सेचयति, सेच्छि योगः अति सेचयति इति आगच्छति. लता प्रसादः बालिकायां, बालिकाभिः सारि बालिकाभिः लताः सेचयति. सेचयति, सम्यक्. अत्र गत्यार्थकः इत्यादिकं नास्ति इति कृत्वा अस्तु. अग्रे अग्रे गच्छेम, तत्र बालसुब्रह्मण्यम् अत्र अग्रे. राधा अवकरात् क्षिपतु प्रसादः. राधा राधेया अवकारं क्षेपयति. राधा इति स्त्रीलिङ्गशब्दः. आं, स्त्रीलिङ्गशब्दः. सो तृतीयन्तं तृतीया विभक्ति राधया. राधया क्षेपयति, क्षेपयति. अस्तु, अन्ततो गत्वा लक्ष्मी भगिनी वदतु कृपया. बालकाः कार्यक्रमं पश्यन्तु, अत्र दृश् धातुः अस्ति, निजन्तरूपं दर्शयति, दृशेश्च इत्यनेन अत्र द्वितीया विभक्तिकत्वं भवति. अतः प्रसादः बालकान् कार्यक्रमं दर्शयति. हा, बहु कार्यक्रमं दर्शयति. अस्तु, बहु सम्यक् अस्ति. वा, अस्तु, सर्वेषां नैपुण्यं जातमस्ति. अग्रिमे सप्ताहे किञ्चिदेव अवशिष्टमस्ति निजन्तप्रसङ्गे, अनन्तरम् अग्रिमपाठः भविष्यति. हा, बहु सम्यक् अस्ति. धन्यवादः सर्वेषां. नमस्कारः. धन्यवादः महोदय. धन्यवादः.